नमस्ते. तर्हि अस्माकं करपत्रमस्ति धातुपाठे हल्सन्धिः प्रथमभागः. तर्हि वर्गः प्रवर्तमानः अस्ति. तर्हि करपत्रं प्रवर्तमानमस्ति. तर्हि किञ्चित् पुनरभ्यासरूपेण पुनरालोक्य अग्रे गच्छामः. तर्हि सुब्रह्मण्यमहोदय वदति वा, एतावत्पर्यन्तं वयं अस्माकं हल्सन्धिपाठः कथं विभज्यते, तर्हि अनन्तरम् अपृक्तवर्णस्य विषये अपि हल्सन्धि. अत्र वयं चतुर्षु विभागेषु हल्सन्धि विधयः विभक्ताः. प्रथममत्र लङ्लकारस्य तप्रत्ययः वा सप्रत्ययः अस्ति चेत् हलन्तधातुः अपि तत्र योजनविधिः कथं भवति इति अस्ति प्रथम विषयः. तदेव वयम् इदानीं पठन्तः स्म. अनन्तरमत्र हलन्तधातुभ्यः सकारादिप्रत्ययः यदस्ति सप्रत्ययः अतिरिच्य लङ्लकारस्य योजनविधिः कथं भवति, अपि च तकारादिप्रत्ययः अपि च थकारादिप्रत्ययः, पुनः अत्र लङ्लकारस्य तप्रत्ययः वर्जयित्वा, अनन्तरमत्र धकारादिप्रत्ययः तेषां योजनविधिः कथं भवति इति, तथा चतुर्षु विभागेषु हल्सन्धिविधयः विभक्ताः. अनन्तरमत्र प्रथममस्ति यदा लङ्लकारस्य तप्रत्ययः वा सप्रत्ययः अस्ति तर्हि योजनविधिः कथं भवति. विषयः तु हलन्तधातोः एव, अतः इदानीमत्र प्रथमम् अस्ति अत्र अपृक्तसंज्ञासूत्रमेकमस्ति, अपृक्त एकाल् प्रत्ययः इति. इत्युक्ते यः कः अपि प्रत्ययः एक एव अल्वर्णः अस्ति स च प्रत्ययः अपृक्तसंज्ञकः भवति. अत्र इदानीं लङ्लकारे तप्रत्ययः अपि च सप्रत्ययः, प्रथमपुरुष एकवचने मध्यमपुरुष एकवचने, अत्र प्रत्ययः तु अपृक्तसंज्ञकः भवति. किमर्थं चेत् प्रत्ययः तु एकः एव वर्णः अस्ति. अतः अत्र प्रथमं तु हल्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यनेन अत्र इदानीं हलन्तधातुभ्यः यदि तप्रत्ययः सप्रत्ययः अस्ति तर्हि प्रत्ययस्य लोपः भवति हल्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यनेन. अनन्तरम् अत्र यदा वयं प्रत्ययः लोपः भवति तदा पदं निर्मितं भवति, अतः अत्र पदं निमित्तीकृत्य कार्याणि कानि इति वयम् इदानीं स च पाठः प्रवर्तमानः अस्ति इदानीम्. अस्तु महोदय, धन्यवादः महोदय. अस्तु तर्हि सुगमनमहोदय, अत्र पदान्तकार्यशीर्ष महोदय नूतनपङ्क्तिं योजितवान्. तर्हि प्रथमसोपानेन पदं निर्मितम्, अतः बिन्दु द्वितीयबिन्दु ततः आम् ततः आरभ्य पठामि वा? आं महोदय, नूतन अपि च भगिनी अपृक्तसंज्ञा निश्चयार्थं ये ये कार्याणि प्रत्यये भवेयुः तदनन्तरमेव एकाल् वा इति वा इति द्रष्टव्यं किल. तिप् इति स्वीकुर्मश्चेत् तिप् इति स्वीकुर्मश्चेत् तत्र पकारः अनुबन्धः तस्य लोपं भवतु लोपः भवति. तदनन्तरम् इतश्च इति सूत्रस्य कार्यानन्तरं तकारः एव अवशिष्यति, तदा एव द्रष्टव्यम् एकाल् वा इति वा न वा इति. आं महोदय, निश्चयेन महोदय, तथा एव. आम् आदौ तु तिप् इति एव भवति, सर्वत्र तिप् भवति इति कृत्वा. इत्युक्ते अस्माकं पदनिर्माणसोपाने प्रत्ययकार्याणि इति एक अन्यः अन्यतमः सोपानमस्ति वा? प्रत्ययस्य कार्याणि इति नाम वयं तु तदेव दृष्टवन्तः खलु, प्रत्ययनिर्माणम् इति कृत्वा लङ्लकारे तकारः कथं निर्माणं कुर्मः इति पूर्वं दृष्टवन्तः खलु. इतश्चेति सूत्रेण प्रथमं हलन्त्यम् इत्यनेन पकारस्य लोपः, अनन्तरम् इतश्च इति लङ्लकारः इति कृत्वा इतश्चेत्यनेन ईकस्य लोपः भवति इति पूर्वं दृष्टवन्तः खलु. तर्हि लकारनिमित्तिकानि कार्याणि सर्वाणि समाप्य एतत् प्रत्ययः अन्ते भवति, सः एकाल् अस्ति चेत् तस्य अपृक्तसंज्ञा भवति. रूपं दृष्ट्वा एव वक्तव्यम् इति किमित्युक्ते प्रत्ययः अस्ति, अनन्तरं तत् तस्मात् पूर्वम् अस्माभिः अधुना आनीयते खलु हलन्तधातुः वा, यदि नामपदमस्ति चेत् प्रातिपदिकं वा आनीयते, तस्मिन् समये एव हल्न्याभ्युद्धिकस्तुतिः अपृक्तं हल्यतेन लोपः भवति. यदि अजन्तधातुः आनयामः चेत् यद्यपि अपृक्तसंज्ञा अस्ति तथापि लोपः न भवति. आम् इति अस्तु. प्रथमसोपाने पदं निर्मितम्, अतः पदं निमित्तीकृत्य कार्याणि. प्रथमसोपाने तिङ्प्रत्ययः संयोजितः, अतः सुप्तिङन्तं पदम् इत्यनेन पदं जातं. यद्यपि तप्रत्ययः सप्रत्ययश्च अनयोः लोपः जातः, तथापि तिङ्प्रत्ययस्तु विहितः एव, अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अधुना धातुः न अपि तु तिङन्तं पदमेव. अधुना अरुणद् अभिनद् अहन् अधोग् असंस्त् इति इमानि पदानि एव, अपि च येषां पदानाम् अन्ते यः हल्वर्णः वर्तते सः पदान्तः हल्वर्णः. अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिरस्ति इति. यदा वयं तिङ्प्रत्ययः योजयामः तदा सुप्तिङन्तं पदम् इति सूत्रेण पदं निर्माणम् अभवत्. तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण पारिभाषिकसूत्रेण यद्यपि यद्यपि प्रत्ययस्य लोपः भवति तथापि तस्य लक्षणं तिष्ठति एव इति अत्र लिखितमस्ति. ध्येयं यत् अग्रिमेषु सर्वेषु स्थलेषु आतः ए टु जि कार्यं निविहितं पदान्ते, यतः पदस्य इति सूत्रस्य अधिकारः, पदस्य इत्यस्य अधिकारः 8.1.17 तः आरभ्य 8.3.55 यावत् अत्र आहत्य पाठः सप्तसु विभागेषु विभक्तः. पदान्ते संयोगः, चवर्गान्तधातवः, हकारान्तधातवः, भष् भावः, सकारान्तधातवः, दकारान्तधातवः, मकारान्तदातवः इति. अत्र पदं जातम्, अधः पदस्य इति अधिकाराणाम् अन्तर्भूतः ये ये सूत्राः सन्ति ते सूत्राणां प्रसक्तिः इदानीम् अस्ति इति. अपि च तस्य विभक्तं सप्तविधं यत् मया पठितं तादृशं वयम् अवलोकयामः इति. अस्तु महोदय, अष्टाध्यायी सूत्रपाठः पश्यामः चेत् 129 इति पुटः. आम् ततः पदस्य इति षोडश संज्ञासूत्रं, षोडशसङ्ख्या कुतः पर्यन्तं भवति? 8.3.55 पर्यन्तं. आम् भगिनि. हा वदतु भगिनि. न तत्र वयं पूर्वमपि एतद्विषये चर्चितवन्तः, यथा वयं सुप्तिङन्तं पदमस्ति तत्र प्रत्यययोजनेन यत्र पदसंज्ञा प्राप्नोति वा पदं निर्मितं भवति इत्येव वक्तुं शक्नुमः वा? यदा पट्योगः धातुयोजनेन यत्किमपि यकोऽपि प्रत्ययः भवतु, तत्र तिप्यासिप् वा इति आनयामः, तस्मिन् समये एव पदसंज्ञां प्राप्नोति इति महोदयेन उक्तम्? न न न, अहं मुद्रणं श्रुतवती. महोदय किम् उक्तवती, यत्र युज्यते तस्मिन् समये आनयामः चेत् न पदसंज्ञा न भवति, यत्र योजनं भवति तस्मिन् समये पदसंज्ञा योजयामः. सकारः इति आनयामः इति वयं चिन्तयामः तादृशसोपानेन, चिन्तनसोपानमस्ति सोपानं सर्वं, किन्तु यदि साक्षात् किं भवति इत्युक्ते यदि आनयति तस्मिन् समये एव योजनमपि भवति, सर्वाणि कार्याणि अपि भवन्ति खलु, तर्हि वयं सोपानेन इत्युक्ते अत्र वयं यत् वयं वदामः कोऽपि धातुं स्वीकुर्मः चेत् तत्र तकारयोजनेन तकारस्य लोपानन्तरं पदं भवति योजनेन एव भवति, निश्चयेन योजनेन एव भवति. व्हाट डू यू मीन बाय योजनेन एव भवति, किन्तु अनन्तरं लोपः भवति, अवृत्तवर्णः इति कृत्वा लोपः भवति. तर्हि योजनेन इत्युक्ते मेलनं न भवति तत्र. योजनम् इत्युक्ते अस्माकं चिन्तनं, यदि तकारं पृथक्तया स्वीकृत्य आदौ यत् अङ्गमस्ति तद् चिन्तयेत् तादृशचिन्तनं भवत्याः भवति चेत् तद् पदं नास्ति, पदचिन्तनं नास्ति. किन्तु तकारमपि योजयित्वा अस्माकं चिन्तनं गच्छति चेत् तस्मिन् समये तद् पदम् इति पदं वदामः खलु. भगिनी अत्र उपयोगं कुर्मः न तत् समये पदं योजनं करोति, तत् समये पदम् आयाति. आम् सत्यं सत्यं भगिनि, पुष्पा भगिनि. तर्हि हेम भगिनि, वयं किं कुर्मः, अग्रे गत्वा अनेकानि महोदय अस्माभिः बहूनि अभ्यासाः कारयिष्यति, तर्हि अभ्यासं कारयिष्यति, तत्र स्पष्टं भवति, तत्र स्पष्टं भवति. भगिनि एकः प्रश्नः, अत्र उपरि उदाहरणमस्ति अजाग्रयोगस योगत, अत्र अजाग्रपद अस्ति वा नास्ति? अजाग्र इति अङ्गमेव अस्ति भगिनि, तत्तु अङ्गमेव. अत्र तु अजाग्र इति धातुः अस्ति, अङ्गं पदं न भवति. यत्र तकारः योजितं भवति तस्मिन् समये हल्न्याभियोजितं भवति, साक्षात् तदनन्तरमेव पदसंज्ञा भवति, अनन्तरं हल्न्याभिदिदस्य अपृक्तं हल् इत्यनेन लोपः अपि भवति, अन्तिमतकारस्य प्रत्ययभागः इत्यस्य तस्य लोपः भवति. तर्हि यत् शिष्टमस्ति तद् पुनः पदम् इति एव भवति. यद् अजाग्र भवति तत्र यत्र तिङ्मेलनं भूत्वा पदं भवति अन्तिमपर्यन्तम् अजागः अपि पदमस्ति, अजागर् इति यत् मध्ये अस्ति तदपि पदसंज्ञा एव तस्य. अस्तु, द्वितीयप्रश्नं मया अस्ति, पदान्ते यत् पदस्य पदान्ते संयोग पदान्ते इति पूर्वपदस्य पदान्ते सूचितमस्ति, पदान्ते इति पूर्वपदस्य इति वा भगिन्याः प्रश्नः? पदद्वयमस्ति अत्र, यत्र समासकार्यं भवति तस्मिन् समये अस्माभिः पदद्वयं वा पदत्रयं वा अस्माकं चिन्तनं योजनं भवति, तस्मिन् समये पूर्वपदम् अनन्तरं उत्तरपदम् इति चिन्तनं भवति. अत्र तु एकमेव पदं स्वीकृत्य यदि पश्यामः चेत् पदस्य तादृशकार्यम् इति यदा सूत्रे वदति तस्मिन् समये वयम् अवगन्तुं शक्नुमः, यत्र पदस्य कार्यम् इत्युक्ते पदं भूत्वा एव अन्तिमवर्णस्य कार्यं भवति, एकमेव पदं स्वीकुर्मः खलु अत्र समासकार्यं नास्ति इति कृत्वा. अस्तु, धन्यवादः. तत्र पञ्चपञ्चाशत् तृतीयपादे अष्टमाध्याये अपदान्तस्य मूर्धन्यः इति अस्ति, अतः तावत्पर्यन्तमेव पदस्य इति अधिकारः. पञ्चत्रिंशत् एकशताधिक पञ्चत्रिंशत् आम् पश्यामि. तदनन्तरम् अपदान्तस्य मूर्धन्यः इति सूत्रमस्ति, तत्र अपदान्तस्य इति आगच्छति. तत्र मात्रा लिखितं पदाधिकारो निवृत्तः इति. अतः पदान्ते संयोगः इति विभागाः सन्ति खलु, देयम् इत्यपि आरभ्य एव पठतु. ध्येयं यत् अग्रिमेषु सर्वेषु स्थलेषु कार्यं विहितं पदान्ते यत् पदस्य इति सूत्रस्य अधिकारः, पदस्य इत्यस्य अधिकारः यावत् अत्र आहत्य पाठसप्तसु विभागेषु विभक्तः. अत्र दत्तमस्ति हलन् हल् धातु हल् सन्धि कार्यं यत् अस्ति तत् तत् सप्तविभागेषु इति विभक्तम् अस्ति. कानि कः के भागाः सन्ति तस्य, प्रथममस्ति पदान्ते संयोग, द्वितीय अस्ति च वर्गान्तधातव, हकारान्तधातव, भष् भाव, सकारान्तधातव, दकारान्तधातव, मकारान्तधातव. प्रथममस्ति पदान्ते संयोग. तर्हि वयं साधारणस्य वयं पदान्तकार्यम् इतःपर्यन्तम् एतावत्पर्यन्तमपि अस्माभिः क्रियते वावस्थाने इति सर्वं खलु. तत्र वावस्थाने इति पदान्तकार्यम् यद्यपि जल्वर्णस्य अन्ते जल्वर्णः अस्ति अन्ते अस्ति चेत् वा पदान्तस्य इति कृत्वा तद् खर्वर्णः तत्र खरीचे इति पदान्तकार्यं, वावस्थाने इति खर्वर्णः भवति अन्तिमवर्णः जल्वर्णस्य खरादेशः भवति. चरादेशः, क्षम्यतां, चरादेशः भवति. आम् तर्हि तादृशकार्यं पदान्तकार्यम् अस्ति. तथा एव पदान्ते संयोगः यथा भवति तद् एकविधकार्यम्. अनन्तरं च वर्गः अन्ते अस्ति चेत् भिन्नरीत्या भवति, हकारः चेत् भिन्नकार्याणि भवन्ति. दश्भावः इति अस्ति, अद् तत्तु अग्रे पश्यामः. अनन्तरं सकारान्त दकारान्त मकारान्तधातूनां कृते भिन्नभिन्न सूत्राणि सन्ति. यदि एते सूत्राणि अपि यत्र एते सर्वे समाप्य वावसाने इत्यपि अस्माभिः कर्तुं शक्यते, तदपि भवति सन्ति. भगिनी अग्रे सूत्रे सूत्रेषु दत्तमस्ति पदान्ते छलि, तत्र पदान्ते झलि इत्युक्ते किं, पूर्वपदस्य अन्तम् अन्तिमवर्णझलि प्रत्यये अस्ति अर्थं दत् पदान्ते झलि इति कुत्र कुत्र दृष्टवती? यदि वयं हकारान्तधातव पठामः तत्र पुनः पृच्छामि तत्र आगच्छति. च इति व्याकरणे यदा वयं च इति उपयोगं कुर्मः अत्र अष्टाध्याय्यां, तस्मिन् समये च इत्यस्य अर्थं वा इति अर्थम् इत्युक्ते जलि पदान्ते च इति अस्ति खलु. तर्हि जलि कार्यं भवेत् अनन्तरं नो चेत् पदस्य अन्ते अपि समानकार्यम् इति अर्थः च इत्यनेन. द्वौ अपि भवेत् इति द्वौ अपि निमित्तं भवितव्यं, मिलित्वा एव भवेत् इति नास्ति. एकमपि भवति चेत् कार्यं भवति एकमेव, ऐदर् दिस् आर् दट्. जलिकार्यम् जलि इति अपदान्तकार्यमपि भवितुम् अर्हति. यत्र जलि इति परे वर्णः अस्ति चेत् तत् अपदान्तकार्यम् अस्ति खलु. तर्हि पदान्तस्य अपि अपदान्तस्य अपि पदान्ते उदाहरणार्थं चोहोकुः स्वीकुर्मः, पदान्ते च वर्णः अन्ते अस्ति चेत् तस्य कवर्णादेशः भवति पदान्ते. अनन्तरं किम् अपदान्तकार्यं किं, यदि च वर्णस्य एकम् अङ्गमस्ति अन्ते च वर्णान्त अङ्गमस्ति, अनन्तरं प्रत्ययः अग्रे परे यत् प्रत्ययः अस्ति तद् जलादिप्रत्ययः अस्ति चेत् पुनः चोः कुः इत्यनेन कवर्ग. उदाहरणार्थं वदामि बच्छिति धातुः. बच्छिति धातुः प्रथमविभक्ति किं भवति? सुप् इति अस्ति, सकारः हल्याद्यो दीर्घस्थति इति अपृक्तं हल् इत्यनेन लोपः भवति अपृक्तसंज्ञा भूत्वा. प्रथमपुरुषे एकवचने, क्षम्यतां, प्रथमविभक्ति एकवचने सकारस्य लोपः भवति. तर्हि बच् इति प्रातिपदिकं, क्षम्यतां, वाक् इति प्रातिपदिकं, वाच् इति प्रातिपदिकं सकारान्तप्रातिपदिकम् अस्ति. तर्हि वाच् इत्यस्य सकारादेशो भूत्वा पदान्ते इति कृत्वा सकारादेशो भूत्वा वाक् इति भवति. अस्तु, तदनन्तरं जलो जलान्ते तथा एव बच् योगः तुमन् प्रत्ययः योजयामः चेत् तुमन् प्रत्ययः जलादि अस्ति खलु, तर्हि बच् योगः तुमन् बक्तुम् इति भवति. पुनः अत्र जलि इति कार्यं बच् योगः तुमन् जलि इत्यनेन पद चकारस्य स्थाने ककारादेशः भवति. प्रत्यय यदि योजयामि तत् प्रत्यय झलि अस्ति. धन्यवादः, इदानीम् अवगच्छामि. विद्या भगिनि, हा, अग्रे पठामि वा? पठामि, न भवती स्वयं वदति वा संयोगान्तसूत्रस्य सारांशः. पदान्ते पदान्ते यदि संयोगः अस्ति चेत् संयोगस्य अन्तिमवर्णस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण. एतत् सूत्रं केवलं पदान्ते एव कार्यं करोति. अत्र उदाहरणमस्ति अबाबन्ध योगः, तत्र त योजनेन हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति प्रथमं भवति इति कृत्वा तकारस्य लोपः भवति, अबाबन्ध पदसंज्ञा अपि प्राप्नोति. इदानीं पदान्ते नकारदकारयोः संयोगः अस्ति इति कृत्वा संयोगान्तस्य लोपः कार्यं कर्तुम् आगच्छति. अतः अत्र दकारस्य अन्तिमवर्णस्य लोपः भवति, अबाबन् इति रूपं भवति. तर्हि लाल् रासस्य इति कः भेदः? रासस्य संयोगान्तस्य लोपः अनयोः कः भेदः? रासस्य इति सूत्रमपि पदान्ते एव भवति. रासस्य सूत्रं वदति यदि पदान्ते संयोगः अस्ति, संयोगस्य प्रथमवर्णः रेपः चेत् रेपस्य अनन्तरं सकारः अस्ति चेत् एव सकारस्य लोपः भवति, अन्यवर्णस्य लोपः न भवति. एतत् सूत्रं पुनः वदति सकारस्य अन्तिमवर्णसकारस्य लोपः भवति इति वदति. पुनः वदने वदनस्य का आवश्यकता इत्युक्ते अत्र एतत् सूत्रं तु नियमसूत्रमस्ति, सीमां स्थापयति. यद्यपि पदान्ते संयोगः अस्ति परन्तु संयोगस्य प्रथमवर्णः रेपः अस्ति चेत् अनन्तरम् अन्य किमपि वर्णः अस्ति चेत् तस्य लोपः तेषां लोपः न भवति, केवलं सकारस्य एव लोपः भवति इति कृत्वा एतत्तु नियमसूत्रमस्ति. अपि च अपवादसूत्रमपि अस्ति, संयोगान्तस्य लोपः इत्यस्य अपवादभूतसूत्रमपि अस्ति. धन्यवादः, हेमा भगिनी वदति वा अग्रे राल् लोपः इति? आं भगिनि, अत्र राल्लोपः सूत्रम् अस्ति यत्र रात् योगः लोप् इति. रात् इत्युक्ते रेफस्य परे यदि चकारः वा वकारः वा भवति तर्हि तेषां लोपः भवति इति सूत्रं वदति. अत्र सत्यं भगिनि, अपदान्ते एव भवति. अपि च निमित्तानि त्रीणि सन्ति, यदि क्वि प्रत्यये परे अस्ति, नो चेत् जलादिप्रत्ययः परे अस्ति, अथवा अनुनासिकः परे अस्ति चेत्. परन्तु अत्र तु वयं जलादिप्रत्ययस्य विषये एवं पश्यामः. तर्हि रेफस्य परे चकारः वा वकारः भवति चेत् तत्र चकारस्य वा वकारस्य वा लोपः भवति इति अपदान्तकार्यमेव अस्ति अत्र. महोदय किञ्चन नूतनबिन्दवः योजितवान् तदपि पठितुं शक्यते. भगिनी एकः प्रश्नः अस्ति अत्र. रालोपः रालोपः हल्सन्धिसूत्रमस्ति वा? आं भगिनि, हल्सन्धिसूत्रमेव. किमित् अपदान्तकार्यसूत्रमस्ति. किमर्थं महोदय अत्र योजितवान् इत्युक्ते रासस्य राल्लोपः किञ्चित् साम्यमस्ति खलु इति कृत्वा साक्षात् अत्र एव योजितवान्. प्रायः अग्रे अपदान्तस्य यदा भवति अग्रे एव आगच्छति अपदान्तकार्यं जलिपरे इति सर्वत्र आयाति. अन्यप्रश्नः अस्ति भगिनि. पूर्वं वयं दृष्टवन्तः यदि धातुः हलन्तः अस्ति अग्रे प्रत्ययस्य आदौ यकारः वकारः मकारः नकारः अस्ति चेत् सन्धि न भवति. परन्तु अत्र राल्लोपः इति सूत्रे तु अनुनासिके परे अपि भवति सन्धि भवति इति अस्ति. तत् किमर्थं भगिनि? एकनिमिषं. मकारस्य अनुनासिकवर्णः इत्युक्ते मकारः इति एव नास्ति खलु? नकारः एते सर्वे अनुनासिकवर्णाः खलु? एते सर्वे तु अनुनासिकः. यदि मकारः अस्ति चेत् किमपि कार्यं नास्ति, किन्तु एते वर्णाः अन्यवर्णाः सन्ति चेत्. परन्तु तत्र तु य र व म न इति अस्ति. मकारः नकारः द्वयोपि अनुनासिके अस्ति. अग्रे नकारः यकारः णकारः अपि अस्ति. कुत्र भगिनि? आरम्भे आरम्भे य व म न इति क्षम्यतां म न अस्ति. म न अस्ति चेत् सूत्रं कार्यं न करोति. किन्तु अन्ये वर्णाः सन्ति चेत् यत्र नकारः वा ञकारः वा तादृशवर्णाः सन्ति चेत् सूत्रं कार्यं करोति. परन्तु अनुनासिक राल्लोपस्य कृते अनुनासिक इत्युक्ते के वर्णाः सन्ति भगिनि? सर्वे पञ्चवर्णाः अपि भवितुम् अर्हन्ति. अहं किञ्चित् समयं ददाति, अहं दृष्ट्वा वदामि. उदाहरणसहितं प्रायः किमपि वदामि चेत् भगिनि, प्रायः अत्र यावरामान यद् दत्तमस्ति अत्र ते तु प्रत्ययाः. अत्र इदानीं तु राल्लोपः इत्यस्य विषये तु रेफानन्तरं चकारवकारः अनन्तरम् अनुनासिकवर्णः, तत्तु प्रत्ययः इति न दत्तमस्ति किल? यद्यपि प्रत्ययः नास्ति तथापि वर्णनिमित्त राल्लोपः इति वर्णनिमित्तिकं कार्यमेव वदति खलु अत्र. यत्र अनुनासिके परे इति उक्तमस्ति तत्र तु अनुनासिकप्रत्ययपरे इति न उक्तमस्ति. किं वर्णनिमित्तिकं कार्यमपि वर्णनिमित्तिकं कार्यं प्रत्ययस्य कृते अपि भवितुम् अर्हति खलु? समीचीनम्. किञ्चित् समयं ददातु भगिनि, अहं वक्ष्यामि. अस्तु अस्तु, चिन्ता नास्तु. अहं केवलं मम प्रश्नः आसीत् तदेव. आमां सम्यक् प्रश्नमस्ति. वयं अन्यकापि अस्माभिः न चिन्तितं तर्हि न भवति इति जानामि. किमर्थम् इत्युक्ते अनेके अभ्यासाः अस्माभिः कृताः. तस्मिन् समये मकारः नकारः आयाति चेत् वयं किमपि कार्यं न कृतवन्तः. तर्हि चिन्तयित्वा वदामि भगिनि, क्षम्यतां. किञ्चित् वदन् ददातु. वदामि वा भगिनि? भगिनी तत्पूर्वं क्षम्यताम्, अत्र उदाहरणं पश्यामः. अमोमूर्च्योगः त सोपानं पश्यामश्चेत् तदनन्तरं राल्लोपः इत्यनेन छकारलोपः अमोमुर् योगः त हल्न्याभ्योदीर्घास् इति दत्तमस्ति किल. तत्र अमोमूर्च्योगः त इति स्थिते एव पदान् तत् पदसंज्ञा प्राप्नोति वा, नो चेत् राल्लोपः इत् सर्वं हल्न्याभ्योदीर्घास् इति सप्तम हल् तृतीयसोपाने भवति वा इति एव, द्वितीयसोपाने भवति वा इत्येव प्रश्नः. मम चिन्तनं किम् इत्युक्ते रालोकः इति अपदान्तकार्यं, यद्यपि आनयामः तत् एतावत् पर्यन्तं तकारः न योजितं भवति खलु, नो चेत् तकारं योजितं न अभवत्. किमर्थं तस्मात् पूर्वमेव राल्लोपः आयाति, योजनात् पूर्वमेव राल्लोपः आयाति. यदि राल्लोपः इति अपदान्तकार्यमपि अस्ति तर्हि तस्मिन् समये एकस्य पदसंज्ञा नास्ति, अपदान्तकार्यमेव कार्यं करोति. किन्तु अमोमुर् इति एव ततः आरभ्य अमोमुर् इति वक्तुं शक्यते. अमोमुर् इति यद्यपि योगः तकारः इति उक्तमस्ति, अमोमुर् इति वक्तुं शक्यते खलु. तर्हि अमोमुर् इति तदान्त कार्यं, किन्तु अमोमुर् इत्यस्य तकारः प्रत्ययभागः तकारस्य लोपः भवति हल्न्याभ्युक्तमागिनी. तत्रैव राल्लोपः इत्यस्य अत्र निमित्तं किम् इत्युक्ते तकारः एव किल, जलादिप्रत्ययः तत् तिप् इति. अतः यदा वयं तत् आनयामः युगपत् तत् भवति वा नो चेत् तदनन्तरं केनापि कार्यं कृत्वा तदनन्तरमेव तकारस्य तकारस्य वा अन्यप्रत्ययस्य योजनं भवति वा इत्येव अस्माकं प्रश्नः आसीत्. यत्र तकारः इति लिखितमस्ति तस्मिन् समयेव पदां प्रत्ययम् अस्माभिः आनीतं, तर्हि पदान्तकार्यं पदान्तकार्यं किमपि न भवति महोदय. पदान्त भवान् मिलित्वा पदान् पदम् इति चिन्तयितुं शक्नोति, किन्तु इतोपि कार्याणि सन्ति खलु. पदान्तकार्याणि अस्माभिः अधुना चिन्तयितुं न शक्यते. किमर्थम् इत्युक्ते राल्लोपः इति तस्य बलम् अधिकं भवति खलु. एतत् पदान्तकार्यम् अपादान्तकार्यं सर्वे किमर्थं सूत्राणां कार्याणां कार्याणि करणार्थमेव अस्ति खलु. यत्र प्रसक्तिः अस्ति प्रसक्तिः नास्ति इति चिन्तनार्थं, यदि संज्ञा भूत्वा कार्यं न भवति चेत् तत्तु क्लेशः भवति खलु. निश्चयेन भगिनी, इत्युक्ते अस्माकम् अवगमनं कथं भवेत् इति चेत् प्रथमं केवलं संज्ञा इति एव अस्ति, संज्ञा आनीय किमपि कार्यं नास्ति तस्मिन् समये. मूर्चोग्रत भवतु संज्ञा भवतु इति चिन्तयामः, तेन किं कार्यं तस्मिन् समये? अपदान्तकार्यम् अस्माभिः अधुना लोपः न कार्यं करोति किल. अमोमूर्च् योगः अता इति स्थितौ यदा वयं तिङ् प्रत्यये आनयामश्चेत् तदा एव पदान्त पदम् आवश्यकं खलु. तकारः आवश्यकं कार्यस्य कार्यस्य कृते जलिपरे इति आवश्यकम्. आम् निश्चयेन, अतः वयं कथम् एतत् अवगन्तव्यम् इत्युक्ते तदेव वदामि. ओ तदेव तत्र तत्र सोपानद्वयमस्ति इति, तत्र सोपानद्वयमस्ति. प्रथमं तु प्रत्ययः वयम् आनयामः, यदा वयम् आनयामः किन्तु न योजयामः तावत्पर्यन्तं पदसंज्ञां न प्राप्नोति. यदा वयं योजयामः तदा एव पदसंज्ञा प्राप्नोति इति तत्र किञ्चित् विरामः अस्ति इति अहं मन्ये. सत्यं महोदय, तदा चिन्तयामः चेत् एव कार्यं भवितुम् अर्हति यथा महोदय उक्तवान्. नो चेत् किं भवति, आदौ पदान्त इति चिन्तयित्वा कः लाभः? तत्र किमपि कार्यं नास्ति खलु. अधुना पदान्तकार्यम् एव अभिः क्रियते, तस्मिन् समये पदान्तसंज्ञ पदसंज्ञा दत्वा कः लाभः इति मम चिन्तनं किञ्चित् आमां महोदय इत्युक्तवान् तदेव. प्रायः हेमा भगिन्याः प्रश्नः एतदेव आसीत्, भगिन्या किं वदति अत्र? तदेव मम प्रश्नः अपि आसीत्. अमोमूर्च् योगः त इत्युक्ते तकारस्य लोपानन्तरम् इत्युक्ते हल्ग्याभ्यो सूत्रात् अनन्तरमेव तत्र पूर्वमेव आयाति भगिनी, इत्युक्ते अमोमूर्च् राल्लोपः कार्यं यत्र भवति तदनन्तरम् अमोमूर्च् सन्ति अमोमूर्त् इत्यत्र एव पदसंज्ञां प्राप्नोति इति, तदनन्तरं हल्ग्याभ्यो अनेन तत्र तकारस्य लोपः भवति. परन्तु यत्र यदा वयम् अमोमुर्योगः त अमोमुर्त् इति भवति तत्रैव पदसंज्ञा भवति पदं भवति. यदा वयं जानीमः अपदान्तकार्याणि अन्यत्कार्याणि किमपि सन्ति इति वयं ज्ञास्यामः, तस्मिन् समये पदसंज्ञा अस्माभिः दातुं शक्यते. अस्तु भगिनि इति कृत्वा अस्माभिः दीयते अनन्तरं तादृशकार्याणि अस्माभिः क्रियन्ते अत्र क्षम्यतां भगिनि अत्र हल्नियाभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रस्य कृते तु पदान्ते अथवा अपदान्ते इति नास्ति किल तत्र तु यदि प्रथमसोपाने एव पदं जातं तर्हि हल्नियाभ्यो दीर्घात् सुतिस्य पृक्तं तदापि कार्यं करोति वा तदपि कार्यं करोति यद्यपि पदमस्ति तत् किं तकारः इति अपृष्टसंज्ञक यत्र अपृष्टसंज्ञकतकार प्रत्ययः अस्ति खलु अपृष्टप्रत्ययः अस्ति इति कृत्वा हल्न्याभ्यो दीर्घति कार्यं यदि वयं करोति इति यदि वयं तप्रत्यये योजयामः तदापि तत्र तप्रत्यय प्रत्यय एव भवति वा अथवा इदानीं पदं जातम् इति कृत्वा हल्न्याभ्यो इत्यस्य प्रसक्तिः न भवति वा पदान्ते हल्न्याभ्यो दीर्घसुतिस्य अपृक्तं हल् इत्यस्य कार्यं नास्ति इति नास्ति खलु तद् किमपि तथा किमपि नास्ति सूत्रं किं वदति हल्न्या हलन्तात् यदि अपृक्तसंज्ञकप्रत्ययः आयाति चेत् तत्र अपृक्तसंज्ञकस्य लोपः भवति इति एवं खलु इत्युक्ते पदान्ते अपि एतत् सूत्रं कार्यं करोति वा हल्न्याभ्यो पदान्ते इति किमपि अत्र प्लस् इति अस्माभिः एव योजितं खलु भगिनि साक्षात् व्याकरणे प्लस् प्लस् इति किमपि नास्ति खलु मोमुर् अधुना चकारः गतः तर्हि अनन्तरं किमस्ति चकारः एव अस्ति खलु वर्णः खलु तर्हि अत्र तकारः अपि अस्ति तत्कारः तु किं प्रत्ययः अस्ति महोदय मम अवगमनं किमर्थं महोदय अपि ह्यः मुद्रणे तदेव उक्तवान् एतदेव उक्तवान् स्पष्टतया उक्तवान् आनयामः अनन्तरं यत्र तत्र यत्र योजनं भवति तस्मिन् समये पदं भवति इति उक्तवान् किम् यत्र पृष्टते एकं वाक्यं क्रीतमासीत् अमोमूर्च् योगः त इत्युक्ते वयं तत्र तु त इति प्रत्यय केवलम् आनयामः इदानीं योजनं न अभवत् अनन्तरम् एव यदा अमोमूर्च् इति अस्ति तत्र एव पदम् चिन्तयामः खलु अधुना चिन्तयामः अमोमूर्च् इति चिन्तयामः योजितं पदम् इति चिन्तयामः तस्मिन् समये हल्याभ्यो दीर्घस्तुतिस्य अपृक्तं हल् इति सूत्रस्य प्रसक्तिः अस्ति अनन्तरं संयोगार्थस्य लोपः इति सूत्रे प्रसक्तिः अस्ति खलु तर्हि संयोगार्थस्य लोपः तादृशपदान्तकार्याणि 8 to 23 एतत् तु पूर्वकार्यं यद्यपि बलवद् भवति निश्चयेन कार्यं करोति हल्याभ्यो दीर्घस्तुतिस्य अपृक्तं हल् यदि अस्माभिः योजयामः पदान्त नामकरणं कृत्वा योजयामः चेदपि हल्न्याभ्युद्धीतस्य कृतं हल् इत्यस्य एव कार्यं भवति किमर्थम् इत्युक्ते अन्ये पदान्तकार्याणि सर्वाणि अष्टमाध्यायस्य सूत्रस्य कार्याणि सन्ति पादस्य अष्टमाध्यायस्य द्वितीय प्रथमपादात् आरभ्य इति खलु तर्हि हल्न्याभ्युद्धीतस्य कृतं हल् इत्यस्य एव बलमादिकं भवति इति कृत्वा निश्चयेन भवति प्लस् सैन् इति वयं योजयामः वयम् अस्माभिः अस्माकम् अवगमनार्थं तत्र युज्यते यत्र तकारः इति अमोमुर् तकारः इति अस्ति चेत् तत्तु तकारः पदान्ते अस्ति इति मम अवगमनं भवन्तः किं चिन्तयन्ति क्षम्यतां पुनः महोदयं पृष्टुमिच्छति चेत् वयं पश्यामः अहं चिन्तयामि यत् मया पूर्वम् उक्तं तत्र किञ्चित् विरामः अस्ति विरामः इत्युक्ते सोपाने अन्य किमपि कार्यं कृत्वा एव पदम् अमोमूर्च् इति प्रथमसोपानं पश्यतु अमोमूर्च् योगः त इति तिङ्प्रत्ययस्य आवश्यकता अस्ति यदा राल्लोपः कार्यं कर्तव्यम् इति चेत् यदा वयं त इति न तत्र स्थापयामः तदा राल्लोपः इत्यस्य निमित्तमेव न आगतं तत्र अतः अमोमूर्च् योगः त इत्यस्मिन् सोपाने तिङ् प्रत्ययः तत्र आगतं, किन्तु पदम् इति संज्ञा पदम् इति न सञ्जातम्, किन्तु अनन्तरसोपाने भगिन्याः प्रश्नः अमोमुर्योगः त इति अस्ति खलु द्वितीयसोपाने, द्वितीयसोपाने यत्किमपि भवतु, किमर्थम् इत्युक्ते हल्न्याभ्यो दीर्घासूत्रस्य प्रत्यं हल् इति सूत्रे पदस्य वा अपदान्तस्य वा इति किमपि तत्र निमित्तं नास्ति, यत्किमपि भवतु पदान्तं भवतु अपदान्तं भवतु तस्य कार्यमेव भवेत् इति. किन्तु मम प्रश्नः आसीत् अमोमूर्च् योगः अर्थ अस्मिन् सन्दर्भे प्रथमसोपाने यद्यपि सुप्तिङ् पदम् इति सूत्रेण तत्र तिङ् दृश्यते, तथापि तत्र पदम् इति संज्ञा पदं न सञ्जातं, राल्लोपः प्रायः तदनन्तरं हा तदनन्तरम् इत्युक्ते अत्र किञ्चित् विरामः अस्ति इति. यदा वयं तिङ् प्रत्ययः परे स्थापयामश्चेत् एव पदनिर्माणम् अभवत् इति न. आं महोदय, एवमेव ममापि प्रथमसोपाने नास्ति, द्वितीयसोपानस्य पूर्वमेव अभवत् पदसंज्ञा अभवत् इति मम चिन्तनं. महोदय पृच्छामः, न चिन्ता करोति, अस्माकं संशयस्य निवारणं कुर्मः. भगिनि पृच्छामः, भगिनि भगिनि अत्र अमोमुर्योगः त इति स्थितौ यदि अमोमूर्त् इति भवति चेत् तत्र पदम् इति भवति, पदं यदा पदम् अभवत् तत्र तु प्रत्ययः अपृक्त इति न अस्ति किल, इदानीं तु पदं जातं, तत्र पदान्ते कथं वयम् अपृक्तसंज्ञकप्रत्ययः अस्ति इति वक्तुं शक्नुमः? तदेव उक्तवती भगिनि, तद् प्लस् इति अस्माभिः एव क्रियते खलु, वयं जानीमः एतत्तु प्रत्ययस्य एतत्तु अस्माकं दृष्टिकोणं कोणस्य विषयः अस्ति भगिनि, यत्र महोदयेन यदा उक्तं प्रथमभागः तु पदान्तकार्याणि पदान्तकार्याणि भवति, अग्रे गत्वा तु अस्माकं दृष्टिकोणः अस्ति इति मम अवगमनं, मम विचारः. यत्र तकारः अस्ति कियतिपि लक्षति सर्वं न भवति, अमोमूर्त इति अस्ति तत्तु प्रत्ययस्य भागः, तस्मिन् क्षणे एव तस्य लोपः भवति, यदा तद् योजनं भवति तस्मिन् समये एव तस्य लोपः भवति, हल्न्याभ्यदीर्घसूत्रस्य प्रथमहल् इति. अस्तु इति मम प्रायः भवती अपि सम्यक् भवत्याः अपि विचारः समीचीनमेव, महोदय पृष्ट्वा वदामि भगिनि. धन्यवादः भगिनि, धन्यवादः. तर्हि भगिनि हेमा भगिनी क्षम्यता. तर्हि इदानीम् अमोमूर्च्योगः तकारः इति स्थितौ मम प्रश्नः आसीत् पूर्वं तकारस्य पूर्वमेव यत्र धातुः अस्ति तत्रैव उपधायां च इति योजयामः चेत् तर्हि तत्र रूपं भिन्नं भवति इति, उपधायां च सूत्रं तु वदति अस्तु भगिनि, अत्र रालोपः सर्वप्रथमं भवति परत्वात् अङ्गकार्यत्वात् च, तदा एव सन्धिकार्यस्य तलोपः, रालोपः इत्यस्मात् पूर्वं च इमे द्वे सूत्रे प्रसक्ते किन्तु पूर्वत्रा सिद्धम् इत्यनेन असिद्धे, उपधायां च संयोगान्तस्य लोपः च उपधायां च इत्यनेन धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्, तस्य कृते पदसंज्ञा न अपेक्षिता अपि तु धातुसंज्ञा एव अपेक्षिता, अत्र मोमूर्च् इति धातौ निमित्तानि सन्ति अतः प्रसक्तिः आसीत्, किन्तु रालोपः इति सूत्रं प्रति उपधायां च असिद्धं भवति, संयोगान्तस्य लोपः इति सूत्रस्य कृते पदसंज्ञा अपेक्षिताः, अमोमूर्च् योगः त इति स्थितौ तिप् अस्ति अतः पदसंज्ञा अस्ति, पदान्ते चकारतकारयोः संयोगः अस्ति अतः प्रसक्तिः आसीत्, किन्तु रालोपः इति सूत्रं प्रति संयोगान्तस्य लोपः अपि असिद्धं भवति, तर्हि रालोपस्य कार्यं कदा भवति, प्रथमं भवति वा नो चेत् अनन्तरं भवति वा इति प्रश्नः उदेति, तर्हि अत्र समाधानम् अस्ति. सर्वप्रथमम् एव रालोपः तु अङ्गकार्यमपि अस्ति, परसूत्रमपि अस्ति. परसूत्रम् इत्युक्ते अत्र तु हल्ङ्याभ्यो दीर्घात् सूत्रस्य श्रुतिस्य पृक्तं हल् तत्र तत् पूर्वसूत्रम् अस्ति. अतः प्रथमं वयं रालोपः इति कार्यमेव कुर्मः. यदि वयम् अमोमूर्च् इति स्थितौ तत्र तु उपदायां रेफवकारः अस्ति चेत् रेफवकारात् पूर्वं यदि इक् वर्णः अस्ति चेत् तत्र रेफवकारस्य पूर्वस्थितस्य उपदायां स्थितस्य इक् वर्णस्य दीर्घः भवति इति उपदायां च सूत्रं वदति. अतः अत्र प्रथममेव वयम् अमोमूर्च् स्थितौ उपदायां च योजयामः चेत् अमोमूर्च् इति रूपम् आयाति. अमोमूर्च् योगः त इत्येवं कृत्वा अनन्तरं कार्याणि कुर्मः चेत् तत्र रूपं भवति अमोमूः अमोमूर् इति रूपम् आयाति. यत् न इष्टम् एकपक्षे, अपि च रालोपः अङ्गकार्यम् अपि अस्ति, सपाद्याम् अस्ति, उपधायां च त्रिपादी सूत्रम् अस्ति. अतः अत्र पूर्वत्रासिद्धम् इति कारणेन उपधायां च सूत्रम् असिद्धं भवति. अतः रालोपः एव करणीयः, न तु उपधायां च इति अस्ति. तथैव संयोगान्तस्य लोपः अपि त्रिपादिसूत्रम् अस्ति, अतः संयोगान्तस्य लोपः अपि असिद्धं भवति राल्लोपः प्रति. अन्यत् किमपि वक्तव्यं वा? एकम् अन्यत् एकमस्ति अत्र उपधायां च सूत्रं केवलं धातुसंज्ञामेव धातुसंज्ञा एव अवश्यं, तत्र पदसंज्ञा न अपेक्षिता एव. परन्तु संयोगान्तस्य लोपः तु पदान्तकार्यमस्ति, उपधायां च एवं नास्ति इति. आं भगिनि, जिज्ञासुभिः तदेव किल. जिज्ञासुभिः पृच्छ्यते यत् उपधायां च इत्यस्य कृते धातुसंज्ञा एव अपेक्षते, अतः तिङ्प्रत्ययस्य विधानात् प्रागेव अनेन उपधादीर्घः क्रियेत. तस्मिन् समये राल्लोपः इत्यस्य प्रसक्तिः एव नास्ति. तदा कुर्मः चेत् न केवलं राल्लोपः इत्यनेन दैर्घ्यस्य कार्यम् असिद्धम्, अपि तु पुगन्तलघुपदस्य च इत्यनेन अपि. अतः अन्ततो गत्वा ह्रस्व उकारः एव दृश्यते इति कारणतः तस्य गुणो भवति एव अमोमूहो इति. अत्र प्रश्नः इदानीम् उदेति यत् उपधायां च कृते धातुसंज्ञा एव आवश्यकं किल, अतः तिङ्प्रत्ययस्य विधानात् प्राक् एव उपधादीर्घः कर्तुं शक्यते वा इति. तस्मिन् समये उत्तरमस्ति, तस्मिन् समये यदा धातुसंज्ञा तिङ्प्रत्ययस्य योजनात् पूर्वं राल्लोपः इत्यस्य प्रसक्तिः एव नास्ति तत्र. तथा कुर्मः चेत् न केवलं राल्लोपः इत्यनेन दैर्घ्यस्य कार्यम् असिद्धम् इत्युक्ते दीर्घस्य कार्यम् असिद्धम्, अपि तु पुगन्तलघुपदस्य च इत्यनेन अपि. अतः ह्रस्व उकारः एव दृश्यते इति कारणतः तस्य गुणः भवति एव. ह्रस्व उकारः अस्ति चेत् पुगन्तलघुपदस्य च कार्यं करोति, अतः गुणः भवति यदा भवति चेत् अमोमोः इति रूपं भवति. किमर्थं दीर्घं भूत्वा कः लाभः किं कार्यं खलु, किमर्थम् अन्ते तु पुगन्तलघुपदस्य च इति कार्यं न पश्यति इति कृत्वा अन्ते पुनः पुगन्तलघुपदस्य च इति कार्यसूत्रं ह्रस्व कालमेव पश्यति इति कृत्वा ओकारः भवति इति कृत्वा तद् न भवति उपादायं चेति इति कार्यमेव न भवति. लोपः विषये सर्वत्र अनुवृत्तिः एतद् किं भगिनि अनुनासिकः इति नास्ति, तदेव अहमपि दृष्टवती अन्वेषणं कृतवती. निति इति न आयाति सर्वत्र, अन्यत्र दोषः इति महोदय उक्तवान्, निति न आगच्छति, क्विजलोः इति एव अस्ति, किन्तु अनुनासिके इति नास्ति तत्र महोदय वक्तव्यम्. अहं पृष्टवती पूर्वं, परन्तु सः वदति यत् अनुवृत्त्यर्थम् आगच्छति इति पूर्वकक्षायां महोदय उक्तवान्, परन्तु अहम् अन्वेषणं कृतवती चेत् कुत्रापि अनुनासिकः इति पदं नास्ति सिद्धान्तकौमुद्यां वा काशिकायां वा किं कुत्रापि नास्ति. अतः यदा विद्याभगिनी उक्तवती तत्र कार्यमपि न भवति, कार्यमपि न भवति, चिन्तित्वा प्रेषितवती पत्रं, परन्तु महोदय उक्तवान् अनुवृत्त्यर्थम् आगच्छति इति. अत्र एतदपि पठामि वा भगिनि, अत्र प्रश्नः उदेति. क्षम्यतां भगिनि, तत्पूर्वं क्षम्यताम्, अत्र राल् लोपः इति आरभ्य परिच्छेदमस्ति किल, तत्र महोदयेन लिखितम् अमुमूर्च् योगः इति स्थितौ तिप् अस्ति अतः पदसंज्ञा अस्ति इति सः लिखति, किन्तु यदा पदसंज्ञा तदा एव जातं चेत् राल्लोपः इत्यस्य कार्यमेव न भवति किल, किमर्थम् इत्युक्ते राल्लोपः इति अङ्गकार्यं. यदि वयं राल्लोपः इति न चिन्तयामः इति राल्लोपः इति सूत्रं न चिन्तयामः, किन्तु योजयामः इति चिन्तयतु, न योजयतु, केवलं तस्मिन् समये पदसंज्ञा भवति. सत्यं महोदय, तदेव उक्तम्, अस्माकं दृष्टिकोणं कथमस्ति, अस्माकम् अधुना किं कार्यं किम् अस्ति, सूत्राणां दृष्टिः भवति, तदनुसृत्य एव पदसंज्ञा सर्वं भवति. यदि अपदान्तकार्याणि सन्ति चेत्, यदि प्रसक्तिः अस्ति चेत् पदान्तसंज्ञा इति न वक्तुं शक्यते, किमर्थम् इत्युक्ते तत् न सङ्गच्छति खलु, पदान्तसंज्ञा इति स्वीकुर्मः चेत् अपि पदान्तकार्याणि तु असिद्ध अध्याये अष्टमाध्याये आगच्छति, तर्हि पदसंज्ञा स्वीकृत्य कार्यं किमपि नास्ति, किमर्थम् इत्युक्ते बलाबलचिन्तने तत्तु बलवत् नास्ति इति कृत्वा अपदान्तकार्याणि एव निश्चयेन भवन्ति. आं भगिनी, किन्तु अत्र अस्मिन् सन्दर्भे तादृशम् अस्ति, किन्तु अस्माकम् अवगमनं कदा भवेत्, यदा वयं तिङ् प्रत्ययः स्थापयामश्चेत् तदा एव, यदा महोदयेन लिखितं तदा एव पदसंज्ञा भवति वा न वा, पदान्तकार्याणि न सन्ति चेत् पदसंज्ञा भवितुमर्हति, अपदान्तकार्याणि सन्ति चेत् पदसंज्ञा न स्वीकुर्मः, किमर्थम् इत्युक्ते पदसंज्ञा सूत्राणि तु अन्ते आगच्छति इति अवगन्तव्यं, न स्वीकर्तुं शक्यते, न स्वीकर्तुं शक्यते, किमर्थम् इत्युक्ते नावश्यकं खलु, तत् अन्ते आयाति. अस्तु भगिनि, भगिनी क्षम्यतां, रामप्रियभगिनी भवती अनुनासिकस्य विषये किमपि उक्तवती, तत् पुनः वदति वा, अनुनासिकस्य अनुवृत्तिः न भवति वा राल्लोपः इति सूत्रे? आम्, यदा अहं दृष्टवती तत्र तु अनुनासिकः इति अनुवृत्तिसूत्रे नास्ति, कस्मिन्नपि काशिकावृत्यं लघु सिद्धान्तकौमुद्यं वा तत्र न उक्तमस्ति, तर्हि महोदय योजितवान् परन्तु अनुनासिकस्य क्रिज्यलोः किनति इति सूत्रम् अस्ति, तस्मिन् सूत्रात् तस्मात् सूत्रात् अनुनासिकः न आगच्छति, अनुनासिकः न आगच्छति वा तस्मात् सूत्रात् इति अस्माकं चर्चा इति अस्माकं महोदय किन्तु भगिनी वदति महोदयं पृष्टवती, महोदय उक्तवान् अनुनासिकः आगच्छति, तर्हि वयं महोदयं पृच्छामः पुनः कथं किं कार्यं भवति इति, उदाहरणार्थं किं भगिनी अत्र सिद्धान्तकौमुद्याम् उक्तमस्ति रेफात् परयोश्चो लोपः स्यात् क्वौ जलादि जलादौ अनुनासिकादौ च प्रत्यये, यत्र सिद्धान्तकौमुद्यां वा सिद्धान्तकौमुद्याम् अष्टाध्याय्यां यत्र दत्तमस्ति किल तत्र तु अनुनासिकादौ च प्रत्यये इति सूचितमस्ति, परन्तु लघुसिद्धान्तकौमुद्यां नास्ति, सिद्धान्तकौमुद्यां तत्र अनुनासिकादौ च प्रत्यये इति अन्यत्र नास्ति, किन्तु काशिकावृत्त्यामपि जलादौ ङिति च परतः इति अस्ति, कौमुद्यामपि जलादौ ङिति एव अस्ति, न्यासः इति परन्तु पूर्वं सूत्रम् अस्ति इति कारणतः परन्तु उदाहरणं किमपि नास्ति किल भगिनि तत्र किम् इत्युक्ते अत्र अष्टाध्यायी.com इति तत्र जालपुटमस्ति खलु, तदपि केनापि कापि पेस्ट् क्रियते खलु, सिद्धान्तकौमुदी पुस्तकतः कापि पेस्ट् क्रियते, प्रायः तत्र दोषः किमर्थं महोदय उक्तवान् भगिनि अत्र एकम् एव दातुं दीयते, बहुत्र धातूनां धातुः सन्ति, अत्र मूर्छा मूर्छ् धातु तथैव उदाहरणरूपेण दत्तमस्ति, तथा बहवः अभ्यासः महोदय अस्माभिः कारयिष्यति, नास्ति चिन्ता एव, अग्रे प्रायः मासद्वयं वा एतदेव पाठः प्रचलति, एषः एव पाठः हल्सन्धिपाठः प्रथमभागः द्वितीयभागः तृतीयभागः अस्ति, तत् सर्वं समाप्य किञ्चित् संक्षेप्तरूपेण दृष्टिः भवति, अनन्तरं तु बहु अभ्यासः अपि भवन्ति, तर्हि मासद्वयं वा भवितुम् अर्हति, मिलित्वा मिश्रणचिन्तनमपि भवति, तर्हि तस्मिन् समये किञ्चित् अस्माकं स्पष्टीकरणं भवति, स्पष्टिः जायते, अस्तु तर्हि अग्रे गच्छामः, तर्हि रामप्रिया भगिनी अत्र प्रश्नः उदेति अमोमूर्च्योगहत इति स्थितौ राक्षस्य इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम् इति वा, पदसंज्ञा अस्ति, पदान्ते संयोगः अपि अस्ति, किन्तु अत्र पदान्ते कः संयोगः अस्ति, चकारतकारयोः एव, भाष्यकारः प्रतिपादयति यत् संयोगो भवति द्वयोः हल्वर्णयोः एव, अतः अत्र रेपचकारयोः संयोगः यद्यपि अस्ति तदापि पदान्ते न, अनेन कारणेन अत्र राक्षस्य इत्यस्य प्रसक्तिः एव नास्ति इति अस्ति. यदा अमोमुच्योगहता इति स्थितिः अस्ति तत्र राक्षस्य आगत्य कार्यं करोति वा इति भूत्वा असिद्धम् इति वा, प्रसक्तं भूत्वा असिद्धम् इति वा इति प्रश्नः. पदसंज्ञा तु अस्ति, पदान्ते संयोगः अपि अस्ति, परन्तु पदान्ते कः संयोगः इत्युक्ते चकारतकारयोः संयोगः, अतः तत्र द्वयोः यदा तत्र एकः द्वयोः हल्वर्णयोः एव संयोगः भवति इति अस्ति, अतः रेपचकारयोः संयोगः यद्यपि भवति तदापि तत्तु पदान्ते न, चकारतकारयोः एव पदान्ते अस्ति, अतः कारणेन राक्षस्य इत्यस्य प्रसक्तिः एव तत्र नास्ति. काशिककारो वदति यत् तद् अधिकानामपि संयोगसंज्ञा भवति, किन्तु तदा कुर्मः चेत् कुत्रचित् रूपं न सिद्ध्यति. अतः यदा अधः असन् इति अवलोक्यताम्, अतः महाभाष्ये यत् प्रतिपादितं तदेव मन्तव्यम्. अधिकानां संज्ञा अधिकानां हल्वर्णानामपि संयोगसंज्ञा भवितुम् अर्हति, परन्तु यदा वयं तत् कुर्मः चेत् रूपं न सिद्ध्यति. अतः द्वयोः हल्वर्णयोः एव संयोगः इति स्वीकरणीयम्. एतद् उदाहरणम् अपि पठामि. अग्रे अमोमुर् पुगुन्तलघुपदस्य च इत्यनेन प्रत्ययलक्षणात् उपदागुणः गुणः भूत्वा अमोमुर् इति भवति. करवसानि विसर्जनीयः इत्यनेन विसर्गादेशः भूत्वा अमोमोः इति रूपं सिद्ध्यति. अन्तिमरूपम् अमोमोः इति भवति. अमोमोः. आम्, धन्यवादः. पदान्ते संयोगस्य प्रथमदशरस्य सकारः ककारो वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति. अत्र प्रथमवाक्यम् अनुवृत्तिसहितस्य तावत् पठति वा किं, किमर्थं पूर्वमेव अस्माभिः दृष्टमस्ति. स्कोः संयोगाद्योरन्ते च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्यस्य झलि पदान्ते च. अनुवृत्तिसहितसूत्रं संयोगद्योः स्कोः लोपः झलि पदस्य अन्ते च. सामान्य वाक्येन वदामः चेत् यत्र संयोगः भवति पदान्ते एव सति, यत्र संयोगः भवति नो चेत् झलि अपि, तर्हि संयोगस्य आदिमवर्णः सकारः वा ककारः वा चेत् प्रथमसदस्यस्य एव लोपः भवति, अन्तिमसदस्यस्य लोपः न भवति. इत्युक्ते यत्र पदान्ते अस्ति चेत् अस्माकं संयोगान्तस्य लोपः अपि कार्यं कर्तुं शक्नोति, किन्तु तत्र संयोगान्तस्य लोपः इति सूत्रस्य अपवादः भवति संस्कोः संयोगाद्योरन्ति चेत् पदान्तकार्यस्य कृते. जलीपरे चेत् कार्यम् एतदेव कार्यं. तर्हि इतः आरभ्य जलि तद्धि इत्यपि मन्तव्यं भवति. जलि पदान्ते इति अग्रे गत्वा सूत्राणि भवति उभयत्र. वदामि एकनिमिषं भगिनि, वयं नूतनसूत्रं पठामः भगिनि. एतत्तु गतसप्ताहे एव अस्माभिः पठितमस्ति. सुब्रह्मण्य महोदय पठति वा नूतनसूत्रं चवर्गान्तधातवः इति. आं भगिनि, चवर्गान्तधातवः. चवर्गान्तधातूनाम् अन्तिमचवर्गीयवर्णस्य स्थाने कवर्गीयवर्ण कवर्गीयादेशो भवति पदान्ते. चोः कुः चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च. चोः षष्ठ्यन्तं कुः प्रथमान्तं द्विपदमिदं सूत्रं. झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. चोः कुः झलि पदस्य अन्ते च. इदानीं विषयः अस्ति यदि पदस्य अन्ते अथवा अनन्तरं झल् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् च चवर्गस्य स्थाने कवर्गादेशः भवति इति. अत्र दृष्टान्तमस्ति अवच् योगः त. अत्र त इति प्रत्ययः अपृक्तसंज्ञकप्रत्ययः, अतः हल्न्याभ्यो दीर्घात् सुतिश्च प्रोक्तं हल् इत्यनेन तस्य लोपः भवति, भूत्वा अवच् इति भवति. इदानीम् अवच् इति पदमस्ति, चकारः अन्ते अस्ति, अतः चोः कुः इत्यनेन च स्थाने क आदेशः भवति. चवर्गीयस्थाने कवर्गीयव्यञ्जनम्, अत्र स्थानेन्तरं न अत्र किं भवति भगिनि, स्थानेन्तरतमः तु न भवति किल अत्र, अत्र अन्य यथासङ्ख्यमनुदेश. धन्यवादः भगिनि. तदाधारेण अत्र चकारस्य स्थाने ककारः, अतः अवक् इति रूपं भवति. अत्र जलाञ्जशुन्ति अपि कार्यं करोति किल, तद् प्रभातदेव अहं वदामि. तद् प्रभाज्य भवति किल, तद् प्रभाते एतद् भवति, तद् प्रभाद्य न अहं न अवगच्छामि. अत्र सूत्रसङ्ख्या पश्यति चेत् जलाञ्जशुन्ते परसूत्रमिति मन्ये. जलाञ्जशुन्ते एट् टु 39 अस्ति. अग्रे आयाति किल, इदानीम् अवक् इति अनन्तरं जलां जशोन्ते आगत्य अवग् इति भवति, पुनः अवावसाने इत्यनेन अवक् अथवा अवग् अष्टमध्यायस्य द्वितीयपादे अवच्छति स्थितौ किमर्थम् अवच्छति इत्यस्मिन् सन्दर्भे किमर्थम् अवगिति न भवति इति इत्यस्य प्रश्नः अस्ति. चोकुः फलवद् भूत्वा तत् प्रथमं कार्यं करोति, अनन्तरम् अवक् भूत्वा अनन्तरं पुनः जलां दृष्टवती अनन्तरं वावसाने इति कृत्वा अवग् अवक् इति. अत्र जलां जशन्ते इति 39 भगिनि अष्टमध्यायस्य द्वितीयपादे, चोः कुः तु 30 अतः अत्र महोदयः एव महोदय अपि उक्तमस्ति 30 आरभ्य 30 सूत्रमारभ्य द्वितीयपादस्य 38 जलि इति जलिपदान्ते इति अनुवृत्तिः आयाति, सर्वत्र जलिपदान्ते इति आयाति. तथा एव अत्याज् इति अतात्यज् इति तत्रापि चोः कुः इत्यनेन च वर्गस्य कुत्वम् द्वितीयबिन्दुः वा? परन्तु व्रश्च भ्रश्च सृज् मृज् यज् राज् भ्राज् छकारान्ताः शकारान्ताः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशः भवति पदान्ते. व्रश्च भ्रश्च व्रश्च भ्रज सृज मृज यज राज भ्रजश्छशां शः व्रश्च भ्रज सृज मृज यज राज भ्राज चकारान्तः शकारान्तः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशः भवति झलि पदान्ते च. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने शकारादेशः, न तु पूर्णपदस्य. तदनन्तरं पठामि वा नो चेत् अनुवृत्तिसहितं सूत्रमेव पठामि? पुनः पुनः तदेव आगच्छति. अतः अनुवृत्तिसहितसूत्रं व्रश्च भ्रज सृज भृज यज राज भ्राजश्च शां शः झलि पदस्य अन्ते च. इति. एतत् सूत्रं तु चोः कुः इति सूत्रस्य अपवादसूत्रः. चोः कुः किं वदति इत्युक्ते, यत्र पदान्ते चकारः अस्ति अपि च झलिपदे चकारः अस्ति चेत् तत् तस्य कुत्वं भवति इति. किन्तु व्रश्च भ्रश्च सृज मृज यज राज भ्राज एतेषां धातूनां झलिपरे अथवा पदान्ते अस्ति चेत् अपि च चकारान्तः शकारान्तः अस्ति चेत् तत्र शकाराज शकारादेशः भवति, न तु कुत्वम् इति. तर्हि अग्रे अभ्यासे महोदय कदाचित् अपि शकारान्तधातुः वा शकारान्तधातुः दास्यति चेत् वयं जानीमः शत्वं धातुः भवति इति. भगिनि अत्र ताक् त्यज् इति अस्ति, तत्र तु यज् इति अस्ति किल धातु, किमर्थं तत्र व्रश्च इति न भवति? व्रश्च ब्रश्च यज् यज् धातु मूलधातु नास्ति वा? कः धातु यज् धातुः अपि अस्ति खलु, अन्यथा अटात्यज् इति अस्ति, तत्र तु अटात्यज् यज् धातु नास्ति वा? प्रायः अपि च तद् रूपं यङ् लुगन्तरूपमस्ति, यङ् लुगन्तधातुः अस्ति तात्यज् इति. धन्यवादः भगिनी. अत्र अपाप्रच् यदि अस्ति, तस्य अप्राप् चकारस्य लोपः कथं भवति? चकारस्य लोपः हल्याद्योदिग्रस्तुतिः अपृक्तं हल्यकिनेन अपृक्त एतत् अपाप्रच्छति नूतनधातुः अस्ति, यङ्लुगन्तधातुः यङ्लुग्धातुः यङ्लुग्धातुः योगः लङ्लकारे तथैव अ इति आदौ अस्ति, अपाप्रच्छति अस्ति, अप्राप्च् योगः त इति लङ्लकारस्य त प्रत्ययः अपृत्त त प्रत्ययः. तर्हि प्रथमं सूत्रम् आयाति आगच्छति खलु, अपृत्त एकाल् प्रत्ययः इति संज्ञासूत्रमासीत्. अनन्तरं हल्याभ्यो दीर्घसूचिस्य कृतं हल् इत्यनेन हलन्तधातुः अस्ति, एतत् नूतनसनाद्यन्तदातः इत्यनेन नूतनधातुसंज्ञा प्राप्नोति, अपाप्रच्छति पाप्रच्छित् धातुसंज्ञा अपि. तर्हि हल् परे अस्माकम् अपृत्त एकाल् प्रत्ययः अस्ति तकारः, तर्हि तकारस्य लोपः भवति. न भगिनी, तस्य प्रश्नः आसीत् तस्याः प्रश्नः आसीत् चकारस्य कथं लोपः भवति? चषाम् इति अस्ति, तर्हि चकारान्तशकारान्तानामपि सर्वे शकारान्तानां सर्वे शकारान्तानां शकारस्य स्थाने अल्पप्राणशकार अल्पप्राणं भवेत् किम् अस्ति तालव्यशकारस्य स्थाने मूर्धन्यशकारस्य आदेशः भवति, अनन्तरं चकारस्य स्थाने शकारादेशः भवति. तर्हि अत्र पश्यति चेत् पाप्रच्छति चकारान्तदातुः चकारस्य स्थाने शकारः आगच्छति न, अनन्तरं यत्र उपादायं यस्तु चकार तत्तु चेच इति सूत्रेण आगच्छति. खेच इत्यनेन यत्र चकारः अस्ति तत्र तुकागमः भवति, तुक् इत्यस्य तकारः कित् इत्यस्य आद्यन्तौ टकितौ इत्यनेन इच्छ इति पूर्वम् आयाति, चकारात् पूर्वम् आयाति. तर्हि टकितौ इत्यनेन अन्तिम अचुवर्णात् अनन्तरम् आयाति इत्युक्ते चकारात् पूर्वम् आयाति, अनन्तरं शुत्वसन्धिं भूत्वा चकारः इति भवति तुकागमः. अधुना यत्र चकारः अपगच्छति तर्हि निमित्त अपाये नैपत्तिकस्य अपि अपायः इति एकं परिभाषा अस्ति, एका परिभाषा किं वदति इत्युक्ते यत्र निमित्तं गच्छति तुकागमस्य निमित्तं तु चकारः आसीत्. यदि चकारं गच्छति चेत् तत् यत् नैमित्तिकम् अस्ति, यत् निमित्तस्य निमित्तेन सह यत् आगतं तस्यापि तदपि अपगच्छति. परिभाषा पुनः वदतु भगिनि, निमित्तस्य अपाये नैमित्तिकस्य अपि अपाय अपायः. तत् चकारः तु तुकागमस्य चकारः अस्ति, तुक् इत्यस्य सन्धिं भूत्वा इच्छा इति भवति, का इत्यस्य इच्छा भवति. अग्रे अभ्यासं यथा कुर्मः भगिनि तत्र तत्रापि पुनः आयाति एतत् सर्वम् अस्तु तथा एव अवावश्यकी अस्ति शकारान्तदातुः तर्हि शकारान्तस्य स्थाने तालव्यशकारस्य स्थाने मूर्धन्यशकारः भवति इति अन्ते वदामि अन्ते पुनः वदामः पश्यामः प्रायः सूत्राणि दृष्ट्वा अग्रे तस्य याने सन्ति भिन्नप्रश्नः आसीत् वा भगिनि सुगगमस्य विषये अहं पुनः वदामि अस्तु अनन्तरम् ई पत्रमपि प्रेषयिष्यामि भगिनि कथं भवति इति तर्हि सरला भगिनी भगिनी एव पठितुम् अग्रिम हकारान्तदातवः इति हकारान्तधातवः हकारान्तधातूनां हकारस्य स्थाने ढकारोदेशो भवति होढः हकारस्य स्थाने ढकार आदेशो भवति झलि पदान्ते च हषष्ठ्यन्तं ढ प्रथमान्तं द्विपदं सूत्रं झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्ति स्कुः संयुङ्गाद्योक्ते च इत्यस्मात् अन्ते च इत्यनयो अनुवृत्तिपदस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं ह ढ झलि पदस्य झले अन्ते च अत्र हकारान्तधातुः अस्ति यदि तत्र हकारस्य स्थाने ढकार आदेशः भवति यदि झलि परे अस्ति वा हकारपदान्ते अस्ति एतत् अनुवृत्तिसूत्रम् अस्ति ह हकारस्य षष्ठ्यन्तं हकारषष्ठ्यमन्तं पदमस्ति वर्णमस्ति तस्य स्थाने ढकार प्रथमान्तम् अस्ति झलि यदि परे अस्ति वा पदस्य हकारपदे अस्ति त एतत् सूत्रं कार्यं करोति उदाहरणमस्ति पदान्ते लङि अत्रेणः योगत् अत्र तप्रत्यय अस्ति प्रत्यय अपृक्तसंज्ञा भवति तस्य हलान्योभ्यो दीर्घासु तस्य अपृक्तहल इति सूत्रेण तस्य लोपः भवति अत्रेणः तस्य हकारस्य स्थाने झकारः आगच्छति अत्रेण ढ इति निष्पन्नं भवति एतत् सामान्यसूत्रमस्ति हकारान्तदातूनां कृते सामान्यसूत्रं होढः इति अग्रे गत्वा विशिष्टसूत्राणि सन्ति तद् अपवादसूत्राणि सन्ति तद् अग्रे पश्यामः धातोरादौ दकारः अन्ते हकारः चेत् हकारस्थाने घकारादेशो भवति धाधेर् धातोर्गः दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति जलीपदान्ते च दः आदौ यस्य स दादिः तस्य दादेः बहुव्रीहिः दादेः षष्ठ्यन्तं धातोः षष्ठ्यन्तं गः प्रथमान्तं त्रिपदमिदं सूत्रं होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दादेः धातोः हः गः झलि पदस्य अन्ते च एतत् सूत्रं किञ्चित् विशिष्टसूत्रम् अस्ति यदि धातोः आदौ धकारः अस्ति अन्ते हकारः अस्ति चेत् हकारस्य स्थाने गकारः आदेशः भवति एतत् सूत्रं पदान्ते अपि कार्यं करोति अथवा जलि परे अपि कार्यं करोति अत्र होडः इत्यस्मात् हः इति अनुवृत्तिः अस्ति इति कृत्वा अत्र अलोन्त्यस्य इत्यस्य आवश्यकता नास्ति इति कृत्वा हकारस्य स्थाने गकारः इति भवति अत्र झलि इत्यस्य अनुवृत्तिः जलो झलि इत्यस्मात् अस्ति अपि च अनुवृत्तिसहितसूत्रं तत्र तु धादेः धातोः हः गः झलि पदस्य अन्ते च इति अस्ति अन्ते च इति अत्र कुत्रापि नास्ति अहं चिन्तयामि स्कोः संयोगाद्योर् अन्ते च इत्यस्मात् अन्ते च इत्यस्यपि अनुवृत्तिः अत्र अस्ति पदस्य अन्ते अथवा झलि परे अत्र उदाहरणम् अस्ति लङि अधोः योगः त अत्र अधोः इति धातो आदौ दकारः अस्ति, अन्ते हकारः अस्ति. यदि हकारः अन्ते अस्ति चेत् अधोः योगः. अत्र प्रथमं हल्याभ्यो दीर्घच्युतिस्य पृक्तम् इत्यनेन त इत्यस्य लोपः भवति. इदानीम् अधोः इति पदमस्ति. प्रथमं हकारान्तः अस्ति इति कृत्वा होडः इति कार्यं कर्तुम् आगच्छति, परन्तु दकारः आदौ अस्ति इति कृत्वा धादेर्धातोर्गः इति होडः इत्यस्य अपवादसूत्रमस्ति इति कृत्वा धादेर्धातोर्गः एव अत्र कार्यं करोति. हकारस्य गकारादेशः भवति अधोग्. अनन्तरम् अन्यकमपि कार्यमस्ति अधोग्. भगिनी, अत्रापि झलां जशोन्ते अपि च वावसाने कार्याणि भवन्ति किल? अग्रे विशिष्टसूत्रमस्ति. दृह् मुहुष्णुहुष्णिः एषां चतुर्णां धातूनाम् अकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति. सूत्रमस्ति वा दृह् मुहुष्णुहुष्णिहां. दृह् मुहुष्णुहुष्णिः एषां चतुर्णां धातूनाम् अकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च. घकारस्य अभावे होडः इत्यनेन ढकारादेशो भवति. दृहश्च मुहश्च स्नुहश्च स्निहश्च तेषाम् इतरेतरद्वन्द्वः. दृह मुहश्नुः स्निहः तेषां दृह मुहश्नुः स्निहां वा अव्ययपदं. दृह मुहश्नुः स्निहां षष्ट्यन्तं द्विपदमिदं सूत्रं. होडः इत्यस्मात् हः, दादेर्धातुर्गः इत्यस्मात् गः, जलो जलि इत्यस्मात् झलि, स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्येषाम् अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. दृह मुहश्नुः स्निहां वा हः गः झलि पदस्य अन्ते च. तर्हि अत्र तु परिगणितानां चतुर्षु धातुषु कृते एव इदं सूत्रं कार्यं करोति. दृह मुहश्नुः स्निह इति एषां चतुर्णां धातूनां कृते विकल्पेन हकारः वा घकारः वा ढकारः वा आयाति. अनुवृत्तिसहितसूत्रेण होडः अपि च धादोर्धातेर्गः इति सूत्राभ्यां हः गः द्वयोरपि अत्र आगच्छति. अतः रूपद्वयं भवति. निमित्तानि सन्ति झलि परे इत्युक्ते अपदान्तकार्यं, पदस्य अन्ते च इत्युक्ते तत्र पदान्तकार्यमपि भवति इति. चतुर्षु धातूनां कृते एतत् कार्यम् आयाति विकल्पेन घकारः वा ढकारः वा इति. धन्यवादः भगिनी. तर्हि एतत्तु पूर्वतनसूत्रस्य अपवादः, दादे धातु यत्ति दृह् धातोः दकारस्य आदौ अस्ति, परन्तु अत्रैव अयं धातुः सूचितमस्ति इति कृत्वा अत्र अनुवृत्तिसहितसूत्रमपि अनुवृत्तिकारणेन अपि अत्र विकल्पेन घकारः वा ढकारः वा होडः उभयोः अपि अपवादः भवति. मुख् इत्यस्य स्थाने होडः. धन्यवादः भगिनी. प्रश्न, यत्र सूत्रे दृह मुह इति दातवः सन्ति, तत्र धातु इत्युक्ते केवलं औपदेशिकदातवः अथवा सर्वे दातवः स्वीकुर्मः वा? सर्वे दातवः. अत्र तु यङ् लुक् तु आतिवेशिकदातवः सन्ति खलु. तर्हि औपदेशिक अत्र इति उपदेशे इति भवति चेदेव उपदेशवस्थायाम् इति स्वीकुर्मः. एतत्तु धातुः यत्र यत्र अस्ति धातुः तत्र कार्यम् अस्ति. आतिवेशिक इत्यस्यपि कार्यं यङ्ग्लुक् तु आतिवेशिकदातवः. यद्यपि दातवः नूतनदातवः सन्ति तथापि सर्वत्र प्रसक्तिः भवति. सर्वत्र भवति. आं भगिनि, यङ्ग्लुक् अपि सनाद्यन्तदातवः इत्यनेन नूतनदातसंज्ञा भवति. तत्रापि अधो द्रोहिति दातसंज्ञा अस्ति, तत्रापि भवति. एते सर्वे किम् इत्युक्ते यद्यपि जलिपदस्य अन्ते केवलं वर्णनिमित्तं कार्याणि सन्ति इति दृष्ट्वा ते सर्वत्र भवति कार्याणि. आं भगिनि, नः धातोः हकारस्य दकारादेशो भवति नहो दः. नः धातोः हकारस्य दकारादेशो भवति जलीपदान्ते च. नः षष्ट्यन्तं दः प्रथमान्तं द्विपदम् इदं सूत्रं. होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः. दाधेर्धातोर्गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः. स्कोः संयोगादियोरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं नहः धातोः हः दः जलि पदस्य अन्ते च. एतत् सूत्रं नः धातोः इति विशिष्टसूत्रमस्ति नः धातोः कृते. तत्र हकारस्य स्थाने दकारादेशः भवति यदा पदस्य अन्ते अस्ति चेत् वा जलीपरे अस्ति चेत् इति. अत्र पदान्ते लङि अनानः इति यङ्लुगन्तधातुः अस्ति. तकारः योजयामः चेत् प्रथमं हल्ङ्याभ्यो दीर्घस्य सुतिस्य पृक्तं हल् इति सूत्रेण तकारस्य लोपः भूत्वा अनानः इति भवति. हकारः पदान्ते अस्ति अनानद् दकार आदेशः भवति. एतदपि पुनः अपवादसूत्रमस्ति होडः इति सूत्रमस्ति. तावदेव आसीत् खलु गतसप्ताहे दृष्टवन्तः. भगिनी यथा पृष्टवती दुगागमस्य कार्यं पृच्छतु. अत्र वा दृह मुह स्नुह स्निहम् इति सूत्रे वा इति अस्ति. तस्य अनुवृत्ति नः नहो दः इति तत्र न आगच्छति वा? सूत्रसङ्ख्या अस्ति, एतत्तु 33 अस्ति वा इति. नहोदः 34 अस्ति सूत्रम्. आं तर्हि अस्य 33 इत्यस्य अनुवृत्तिः तत्र नहोदः इति. तत्र तु किमपि किमर्थम् अस्ति इति वदति अनुवृत्तिः आयाति इति. अहं केवलं पृच्छामि, पूर्वसूत्रे वा इति अस्ति इति कृत्वा अग्रिमसूत्रे न आयाति वा? सर्वत्र तथा न वक्तुं शक्नुमः भगिनि. तत्तु विशेषसूत्रणं सूत्रमस्ति न. अत्र भगिनी सरला भगिनी अत्र तुदादिगणे विशेषदातवः इति पश्यति चेत् तत्र इष्यति धातुः अस्ति. तर्हि इष् धातोः इषु गमीयमां चः इति सूत्रमस्ति. तर्हि इष् धातोः स्थाने चः इति आदेशः भवति अन्तिमवर्णस्य स्थाने, शकारस्य स्थाने. तर्हि इच् इति भवति आदौ, अनन्तरं चेच इत्यनेन तुकागमः अपि भवति. तर्हि इच्छ इति रूपं प्राप्नोति. इच्छति, गच्छति, यच्छति, तथा एव चक्र चकारः अस्ति. चकारस्य उपादायाम् एकः अल्पप्राणचकारः अपि आयाति. तद् करपत्रं पश्यति चेत् विस्तृतरूपेण महोदयेन दत्तमस्ति सुखागमस्य कार्यं. बि इति परिच्छेदः इष्टातोः चकारादेशः इति. अन्यप्रश्नः अस्ति वा? अत्र तर्हि समयः सम्यक्. सार्धदशवादने धन्यवादः भगिनि. धन्यवादः. किम् इत्युक्ते वयं तु यदि वाट्साप् ग्रूप् वयं योजित अहं योजितवती अहं हेमा भगिनी आवां तु सर्वदा मिलित्वा चिन्तनं कदाचित् कुर्मः तर्हि भवन्तः आगन्तुम् इच्छति चेत् तत्र आगच्छतु अहं लिङ्क् प्रेषयिष्यामि तत्र भागं गच्छति चेत्. धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रिः.